नमस्कारः. लृट् लकारः इति करपत्रम् अनुवर्तते, तत्र धातु आदेशः इति भागः अस्ति, ततः आरम्भं कुर्मः. तत्र सूर्यकुमारं करोति भगिनि. भगिनि, धातु आदेशः अस्तेर्भूः भविष्यति. अस्तेर्भूः आर्धधातुकविवक्षायाम् अदादौ स्थितस्य अस्धातोः स्थाने भू आदेशो भवति. अनेकाल्चित् सर्वस्य इत्यनेन आदेशः सर्वस्य स्थानेन तु अन्तस्य न तु अन्तस्य. अस्तेः षष्ठ्यन्तं भूः प्रथमान्तम् द्विपदमिदं सूत्रम्. आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्तेः भूः आर्धधातुके. धात्वादेशः प्रथम द्वितीयसोपानं द्वितीय संख्या अस्ति. धात्वादेशः अदादिगणे अस् धातु अस्ति. तत्र अस् धातु स्थाने भू आदेशः भवति अस्तेर्भूः इति सूत्रेण. कुत्र भवति भू इत्युक्ते अनेकाल्चित् सर्वस्य इत्यनेन अस्तु धातु अस् अनेकाल् अस्ति. अनेकाल् स्थाने भू अपि अनेकाल् अस्ति. भू आदेशः भवति आर्धधातु सर्वस्य स्थाने भवति इति खलु. सर्वस्य स्थाने आर्धधातुके प्रत्यये परे एव पूर्णतया अस्धातोः स्थाने भू इति आदेशः जायते. आम् अनेन भविष्यति इति प्राप्नुमः खलु. इदागम कृत्वा भविष्यति भवति. धन्यवादः भगिनि. अग्रे सरलभगिनी भगिनी अस्ति. अरुणा भगिनी पठति वा भगिनि अग्रिमं ब्रुवोवचि इति. भगिनि ब्रुवोवचि वचिरादेशो भवति. वचिः आदेशो भवति आर्धधातुकप्रत्यये विषये. इकार उच्चारणार्थं भ्रुवः षष्ठी एकवचनं, वचिः प्रथमैकवचनं, द्विपदं सूत्रम्. आर्धधातुके अधिकारः अनुवृत्तिसहितसूत्रं भ्रुवः वचिः आर्धधातुके. वयं पूर्वमपि पठितवन्तः भ्रुवो वचि इति सूत्रं. येन भ्रु स्थाने वच् आदेशः भ्रुवो वचि वचि अत्र वचि यत्र अत्र वच् एव आगच्छति. किमर्थम् इकार यत् वर्ण अस्ति इति दत्त. अनेन वयं किं रूपं प्राप्नुमः अन्ततो गत्वा वक्षिष्यति. न वक्ष्यति न भवति वक्ष्यति इत्यस्मिन् चोहोः इत्यनेन चकारस्य ककारः जायते. वक्ष्यति इति प्राप्नुमः अनन्तरं. धन्यवादः. धन्यवादः भगिनि. चक्षुः धातुः अहं तत्र विमला भगिनी अस्ति. पठति वा भगिनि, पठितुमिच्छति वा, शक्नोति वा? ध्वनिः अस्ति भवत्याः दूरवाण्याः. धातु आदेशस्य विषये दृष्टवन्तः. भू धातोः अस्धातोः भू आदेशः भविष्यति इति, भ्रू धातोः वच् आदेशः वक्ष्यति इति. अग्रे तु चक्षिङ् धातुः, चक्षिङ्गः ख्या इति, चक्ष् धातुः तत्र ख्या इति आदेशः भवति. अत्र तु वयं रूपद्वयं तत्र प्राप्नुमः. ख्यास्यति ख्यास्यते, अनन्तरम् उभयपदी इति कृत्वा ख्यास्यति ख्यास्यते, ख्यास्यति ख्यास्यते इति रूपाणि. चक्षिङ्धातोः अर्धात्कप्रत्यये परे ख्याय् आदेशः, किन्तु अत्र भाष्यकारो वदति यत् ख्यादि ख्यादिः अयम् आदेशः. इत्युक्तौ आदेशः ख्या न अपि तु क्षा, तदा चर्त्वादेशेन क्षा इति भवति. अपि च पूर्वत्र सिद्धम् इति अधिकारे एकं वार्तिकम् अस्ति, ख्याङ्यशस्य यो वा वक्तव्यः. अनेन क्षा इति आदेशस्य शकारस्य विकल्पेन यकारादेशो भवति. फलितार्थः अयं यत् आर्धातुकप्रत्यये परे चक्षिङ्धातोः स्थाने ख्याय् क्षाय् इति द्वौ आदेशौ सिद्धौ. एकवारं ख्याय्, अपरस्मिन् पक्षे क्षाय्. अत्र पीडागमः नास्ति, केवलं ख्यास्यति ख्यास्यति, ख्यास्यति ख्यास्यति इति. चक्षिङ्गः ख्याय्, चक्षिङ् ख्याय् आदेशो भवति अर्धधातुके. चक्षिङ्गः षष्ट्यन्तं, ख्याय् प्रथमान्तं. द्विपदमिदं सूत्रम् अर्धधातुके इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं चक्षिङ्गः ख्याय् अर्धधातुके इति. तदपि सुपरिचितम् अस्ति. अग्रे गच्छामः वा? तत्र पुनः सूर्यकुमारी भगिनी पठति वा? भगिनी अग्रे न ददातु. वयमपि कृतवन्तः कथं रूपं सिद्ध्यति, लेखं भविष्यति ख्यास्यति इति प्रक्रिया अपि चिन्तितवन्तः. कृतवती सरलमासीत् खलु इति कृत्वा न गतवती. वक्तुम् इच्छति वा भगिनी एव वदति वा? भविष्यति इत्यस्य अस्धातोः लृट्लकाररूपं भू इति आदेशः जायते. तदनन्तरं प्रथमं तु अस् योगः, अत्र तु इडागमः जायते इति कृत्वा तत्र तु भू आदेशः भवति, तदा तु इडागमः भूधातुः इडानुकूलः अस्ति इति कृत्वा भूयोगः इष्यति इति वदति वा भगिनि? अहं भगिनि आम् आम् भूयोगः इष्य तत्र सरधातुक अर्धधातुकोः योः इत्यनेन गुणः भवति, भो भवति, भो योग कयि यतो यवायावः इत्यनेन भव औ आदेश भवति, इष्यति भविष्यति भवति. धन्यवादः भगिनि. तत्र अरुणा भगिनी ब्रूवच् ब्रूस्थाने वच् आगच्छति, वच् इरागमः भवति. न न इरागमः नास्ति भगिनि, वच् धातुः. ओ वच् धातु अस्ति वा? वच् योगः स्यात् स्यति भगिनि. वच् वच् इति न स्मरति वा अन्यत्र धातव आवल्याम्? आं भगिनि, पच् पच् वच्य. धन्यवादः भगिनि, विस्मृतवती. वच्यति सकार प्रथमं तु चोः कुः इति भवति खलु प्रक्रिया. ओके ओके. इति कृत्वा वच् इत्यस्य चकारस्य स्थाने ककारः आदेशः भवति. तदनन्तरं किं भवति? अत्र तु तत्र आदेशप्रत्ययोः इत्यनेन किम् अस्ति इन्कोः वर्णः अस्ति इति कृत्वा ककारः तु इन्को अस्ति इति कृत्वा, स्य इत्यस्य प्रत्य अवयवी सकारः अस्ति इति कृत्वा तस्य षकारः आदेशः भवति आदेशप्रत्ययोः. चक्षिङ्ख्याय् इत्यस्य तु प्रथमं तु चक्षुयोगः स्यति इति अस्ति, तदा तु अधुना तत्र आदेशद्वयं भवति, ख्या इति अन्य एकः आदेशः, अन्यः तु क्षा इति. ख्या इत्यस्य केवलं तत्र तु केवलं वर्णमेलनमेव अस्ति उभयत्रापि. क्षा इत्यस्य तु तत्र तत्र प्रथमं तु इक्षा इति आसीत्, महाप्राणककारः आसीत्. तदनन्तरं खरीच इत्यनेन तत्र चर्त्वं भूत्वा क्षा इति जायते, शास्यति इति केवलं तत्र वर्णमेलनमेव, अन्य किमपि कार्यं नास्ति इति मन्ये. अस्तु, अग्रे पुनः तर्हि अजुव्या इति इत्यस्य वदति वा भगिनि, पठति वा भगिनि. आम् भगिनि, अजेः नपोः अजेः धातोः वि इति अयमादेशः ज्यादा स्यात् आर्धधातुकविषये घै च अप् च वर्धयित्वा तत्र अजेः अजेः वि अघन अघन अघयो अघै अघै अघयपोः खलु भगिनि. ओके, आम् अजेः षष्ट्यन्तं वि प्रथमान्तम् अघन अघन अघयपोः सप्तम्यन्तं त्रिपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अजेः वि आर्धधातुके अघैपो अघयपोः तत्र अजधातोः वि इति आदेशः भवति. गै प्रत्यय अप्रत्यय विहाय आर्धधातुकप्रत्यये घै अप् वर्धयित्वा अन्ये आर्धधातुकप्रत्यये परे अजस्थाने वि आदेशः भवति. वि आदेशः भवति चेत् लृट्लकारे ईष्यति भवति वा भगिनि? तत्र वि इति आदेशः भूत्वा वि योगः स्यति, अधुना किं भवति? आदेशप्रत्ययोः इन्कोः इत्यनेन प्रथमं तु किं भवति? प्रथमं सार्वधातुकार्धधातुकयोः इत्यनेन वि इत्यस्य वो भव वि वे भवति, वे योगः स्यति वेष्यति भवति, आदेशप्रत्ययोः इत्यनेन सकारः भवति, सत्त्वं भवति, सत्त्वविधानं भवति, वे योगः स्यति वेष्यति भवति. वि धातो वेष्यति इत्यस्य अज् इत्यस्य कः अर्थः इत्युक्ते टु गो, टु ड्रैव्, टु त्रो, टु रैड् इति अर्थः. अजिता वेता इति रूपद्वयम् अस्ति. टु गो इति गत्यर्थकः अस्ति, टु ड्रैव् इति, टु त्रो, टु रैड् इति भिन्नादेशु. अजिता वेता इति, क्षम्यताम्, अजति इति, अजति इति लट्लकारे अजति इति, अजति, अजतः, अजन्ति इति. अत्र वि धातोः तु किं भवति, तस्य तु अर्थः गति, टु गो अस्ति गत्यर्थकः अस्ति, टु पर्वेड्, टु सराउण्ड्, टु अटाक्, टु बि प्रेग्नेण्ट्, टु कन्सीव्, टु ग्लो, टु शैन्, टु त्रो, टु ईट् इति समानार्थकौ स्तः. अजुधातुः गीधातुः उभयमपि वेति इति तस्य लट्लकारिरूपम्. यजन्तः यजन्तदातवः आदे च उपदेशति इति सूत्रं ज्ञै ज्ञास्यति इति आदे च उपदेशति इति उपदेशे एजन्तस्य धातोः एत्वम् आत्वं न तु पश्यति येन विधि तदन्तस्य इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्तस्य अल्स्थाने एव एच् इत्यनेन ए ऐ ओ औ षित् यस्य स षित् न षित् अषित् तस्मिन् विषये अशिति नहि तत्पुरुषः आत् प्रथमान्तम् एचः षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अशिति सप्तम्यन्तम् अनेकपदमिदं सूत्रं लिटि धातोः अनभ्यस्य अनभ्यासस्य धातोः इत्यस्य धातोः एतद् अनुवृत्तिः अनुवृत्तिसहितसूत्रमस्ति एवः एचः धातोः आत् उपदेशे अशिति आदे वयं पूर्वमपि पठितवन्तः सूत्रं वदति उपदेश अवस्थायाम् एजन्तधातुः अस्ति चेत् तत् स्थाने भवति अत्र येन विदितं करोति अन्ते भवति अलोन्तस्य तेन अन्तस्य अल्स्थाने एकारस्थाने आकारः भवति अत्र तु तत्र पर्युदासप्रतिषेधः वा कीदृशप्रतिषेधः अत्र इति स्मरति वा सरलभगिनी उक्तवती अत्र अशिति तदनेन अत्र विधिः अस्ति निषेधपि अस्ति षित् भिन्नप्रत्ययपरे भवति इत्यनेन पर्युदासः इति अयं मन्ये अत्र प्रत्यय अपेक्षा अस्ति नास्ति खलु तत्र किं वदति अत्र तु अनैमित्तिकम् इति वयं बहुवारं पठितवन्तः खलु आदेशोपदेशति इति अनैमित्तिकम् अस्ति अत्र तु आद् तत्र एचः स्थाने आत् आदेशः भवति सर्वत्र भवति इति प्रथमनियमः वाक्यद्वयम् अपेक्षितं खलु भगिनि एचः स्थाने आत्वम् आदेशः भवति औपदेशिकावस्थायाम् इति प्रथमवाक्यं तत्र तु निमित्तं किमपि नास्ति एव किमपि नास्ति द्वितीयवाक्यम् अस्ति क्षितिप्रत्ययपरे न भवति इति कृत्वा यत्र क्षित्तस्ति तत्र एव तत्र निवारितम् अस्ति अन्यत्र सर्वत्रापि भवति इत्युक्ते प्रत्ययः न अपेक्षितमेव शून्यमस्ति चेदपि अत्र आदेश उपदेशेषिति इत्यस्य कार्यं भवति इति कृत्वा तत्र पर्युदासः नास्ति खलु पर्युदासः इत्युक्ते किम् अस्ति तत्र तत्र अधात् तत्र किम् अस्ति अशिति इति इत्यनेन कश्चन किम् अस्ति अशिति इति अपेक्षितं भवति कश्चन प्रत्ययः अपेक्षितं भवति खलु शून्यं न गृहीतुं शक्नुमः ओके शून्यं न ओके प्रतिषेधः स्यात् खलु इति वयं पूर्वं पठितवन्तः इति मन्ये उदाहरणं तद् पठामि यथा ग्लै धातु ग्ला भवति ग्ला युग स्यति ग्लास्यति म्लै अत्रापि म्ला भवति आदेश उपदेशति सूत्रेण म्लाय म्लास्यति धै ज्ञा भवति ज्ञास्यति शो शा भवति सास्यति सो सा भवति सास्यति इति रूपं द्वे धातु वा भवति प्रथमं वास्यति छे छा भवति छास्यति इति रूपम् अस्तु भगिनि धन्यास्मि भगिनि ब्रज्यति धातुः ब्रज्जो रोपदयोः रम् अन्यतरस्याम् इति सूत्रं ब्रज्जातोः भक्ष्यति ब्रक्ष्यति इति भवति ब्रज्जोः रोपदयोः रम् अन्यतरस्याम् इति सूत्रं. ब्रज् धातोः रेफस्य उपदावर्णस्य च स्थाने विकल्पेन रम् आगमो भवति आर्धधातुकप्रत्यये परे. कौमुदीकारः प्रतिपादयति यत् अत्र स्थाने इत्यपि अस्ति, आगमः इत्यपि अस्ति, इत्यस्य स्थाने रम् आगमः. एकस्मिन्नेव सूत्रे उभे कार्ये, नाम रेफस्य उपदावर्णस्य च स्थाने भवति. स्थानषष्टिनिर्देशात् रोपदयोः निवृत्तिः, अपि च नम् इति आगमरम् इति आगमः अस्ति मित्वात् अन्त्याद् अचः परः. रम् इत्यस्मिन् अकारः उच्चारणार्थः. रश्य उपदाया च तयोः इतरेतरद्वन्द्वो रोपदे तयोः रोपदयोः ब्रजषष्ट्यन्तं रोपदयोः षष्ट्यन्तं रमश्य प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ब्रज्जो रोपदयोः रम् अन्यतरस्याम् आर्धधातुके. तर्हि अत्र उक्तमस्ति तत्र ब्रज्जातोः तत्र किम् अस्ति आर्धातुकप्रत्यये परे किं जायते इत्युक्ते विकल्पेन तत्र किम् अस्ति अत्र रेफस्य अनन्तरम् उपदावर्णः इत्युक्ते इब् इर् इस् इति अस्ति. तर्हि इर् इस् इति यत्र अस्ति रेफस्य सकारस्य च स्थाने किं जायते. धन्यस्मि विमला भगिनी, अग्रिम अग्रे भवती पठतु. तर्हि रेफस्य सकारयोः स्थाने रम् इति आदेशः भवति. कथम् उक्तमस्ति इत्युक्ते रेफस्य सकारस्य स्थाने इति यत्र वदामः तत्र तु स्थानी भवति, आदेशः जायते. अनन्तरं रम् इति तु तत्र तत्र आगमः इत्यपि उक्तमस्ति इति. तर्हि रम् तत्र रेफस्य सकारस्य निवृत्ति इति इत्युक्ते तत्र लोपः जायते इति तत्र आदेशः, लोपादेशः प्रथमं भवति, तदनन्तरं रम् इति आदेशः. तत्र तु क्षम्यतां, रम् इति तु आगमः अस्ति इत्युक्तमस्ति इति कृत्वा, रम् इति मित् अस्ति इति कृत्वा मिदचोन्त्यात् परः इत्यनेन अन्तिम अच्वर्णात् परे आयाति इति उक्तम्. तर्हि अत्र प्रक्रिया प्रदर्शिता अस्ति लुट्लकारस्य कृते. यत्र यत्र ता इति प्रत्ययः दृश्यते तत्र स्यति इति स्थापयित्वा तदनुसृत्य प्रक्रियां साधयन्तु. तर्हि ब्रज्योगः ता इत्यस्मिन् महोदयेन उदाहरणं प्रदर्शितमस्ति. ब्रज्जोरोपदयोः रमन्यतरस्याम् इत्यनेन ब्रज्जातोः रेपस्य उपधावर्णस्य च स्थाने रम् आगमः च रेफसकारयोः निवृत्तिः भवति, तदेव तत्र आदेशः इति भवति. बज् इति जायते. अनन्तरं रेपः इति आगमः, सः आगमः तु मित् अस्ति इति कृत्वा अन्तिम अचुवर्णात् परः आयाति इति कृत्वा बकारात् परे आयाति. बकारोत्तरवति अकारात् परे आगच्छति, तदा तु बर्ज् इति जायते. बर्ज् योगः ता इति अस्ति. अनन्तरम् अधुना वृष ब्रश सृज मृज यज राज ब्राज शशां शः इत्यनेन तत्र ब्रज्ज इति अस्ति खलु, वृष ब्रज्ज इति अस्ति, अत्र ब्रज्ज तु अस्ति इति कृत्वा अनेन किं भवति अन्तिमवर्णस्य स्थाने तत्र किं भवति तत्र शकारः आदेश मूर्धन्ये शकारः, तदा तु किं भवति भर्ष योगः ता इति ष्टुनाष्टुः भूत्वा भर्ष्टा इति जायते. अधुना तदभावे यत्र अस्य अन्यतरस्याम् इत्यनेन वैकल्पिकम् अस्ति, तदा तु यत्र अपक्षे किं जायते इत्युक्ते ब्रज्जयोगः ता इत्यस्मिन् स्कोः संयोगाद्योरन्ति चेत्यनेन संयोगाद्योः स्कोः लोपः जलि परे भवति. ब्रज्जयोगः ता इति जायते. वृष ब्रश सृज मृज राज भ्राज शशांशः इत्यनेन तत्र जलि परे तत्र तु अन्तिम हल्वर्णस्य यः अस्ति तस्य केन सूत्रेण तत्र येन विधिस्तदन्तस्य तेन सूत्रस्य तत्र स्थानं अनन्तरं केन सूत्रेण अन्तिमवर्णस्य स्थ अलोन्त्यस्य इति अनत्यस्य स्थाने अलोन्त्यस्य इति सूत्रेण तत्र अन्तिमवर्णस्य स्थाने षकारः आयाति ब्रश्योगः ता ष्टुनष्टुः इति भ्रष्टा इति साक्षात् उक्तमस्ति खलु तेन कारणेन तस्य स्थाने षकारः भवति ब्रश्य इति साक्षात् उक्तत्वात् भगिनी अत्र शक्ति अस्ति चेत् अत्रापि रूपं पश्यामः अत्र यथा भगिनी उक्तवती अत्र तु प्रतिपदोक्तत्वम् अस्ति भ्रज्यति सूत्रे सामान्य उक्तमस्ति नो चेत् यदि एतत् सूत्रं नास्ति चेत् चोः कुहुः भवति स्म ककारः भवति स्म कवर्गीयवर्णः गकारः भवति स्म चोः कुः इत्यनेन किन्तु तत् प्रभाद्य अनेन सूत्रेण षकारः जायते इति अधुना स्यति इति स्वीकुर्मः प्रथमं तु यत्र सूत्रं कार्यं करोति पक्षे किं भवति इति ब्रज्ययोगः स्यति इति अस्ति तदा तु अधुना प्रथमं तु ब्रज्योरोपदयोः रमन्यतस्याम् इत्यनेन तत्र स्थानिषष्टिः अस्ति इति कृत्वा तत्र लोपादेशः जायते भज्ययोगः स्यति इति अनन्तरं रेफस्य आगमः भर्जयोगः स्यति इति अधुना स्यति तु जलि अस्ति वा इति द्रष्टव्यं जलि अस्ति इति कृत्वा व्रश ब्रश इत्यस्य कार्यं भवति चोः कुहु प्रभाद्य प्रतिपदोक्तत्वेन व्रश ब्रश इति सूत्रस्य कार्यं तदा तु अलोन्त्यस्य इत्यनेन अन्तिम अल्वर्णस्य स्थाने मूर्धन्यषकारः जायते तदा तु बर्ष योगः स्यति इति अस्ति तदा किं भवति बर्ष योगः स्यति इत्यस्मिन् षकारस्य किं जायते एकनिमिषं बर्षयोगः स्यति इत्यस्मिन् अत्र षडोः कः सि इति सूत्रेण भवति खलु अनेन षकारस्य तत्र अकारादेशः भवति भर्क् योगः स्यति इति जायते तदनन्तरं भर्क् इत्यस्य आदेशयोः इत्यनेन अकारः तु इन्को प्रत्याहारः अस्ति इति कृत्वा वर्णः अस्ति इति कृत्वा बर्क् योगः शति इति जायते मुद्दनशकारः भवति तदा तु अधुना किं जायते केवलं तत्र तु वर्णमेलनं न भवति खलु बर्क्षति इति जायते परिचयः इति भवति तत्र पुनः तु सर्वर्णः कारः एव आगच्छति प्रवक्ष्यति इति जायते तदभावे अन्यस्मिन् पक्षे तु अस्कोः संयोगाद्योरन्ति चेत्यनेन ब्रज्ययोगः स्यति इति अनन्तरं किं जायते व्रश अचोः कुः प्रभाद्य व्रश ब्रश इत्यनेन मूर्धनेषकारः अलोन्त्यस्य इत्यनेन अन्तिमजकारस्य स्थाने आगच्छति ब्रश्योगः स्यति इति अस्ति अधुना पुनः भगिनी अथवा उक्तं षडोः कः सि इत्यनेन ककारादेशः भवति ब्रक् योगः स्यति इति अनन्तरम् आदेशप्रत्ययोः इत्यनेन ब्रक् योगः शति इति भवति अनन्तरं खरीच इत्यनेन पुनः ब्रक् इत्यस्य ककारस्य स्थाने पुनः ककारः एव आगच्छति ब्रक् योगः क्षति ब्रक्षति इति रूपं प्राप्नुमः विमला भगिनी पठति वा भगिनि मिङ् मिङ् तत्र वा मी मे दीङ् ततः वा मीनाति मिनोति दीङ्गां लपि च मी मा भवति प्रमास्यति मी अपि मा भवति मास्यति दीङ् दा उपदास्यते इति सर्वत्र भाति तत्र मी अपश् दीङ् तत्र उपसर्गाः सन्ति अस्तु मीनाति मिनोति दीङ्गां लपि च क्रियादौ मी हिंसायां स्वादौ डुमिङ् प्रक्षेपणे दिवादौ दीङ् क्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशो भवति लपि विषये एच् निमित्तश्चित् भिन्नप्रत्ययस्य वा विषये नाम मे मे द्वि इत्येतेषां यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारादेशो भवति। अलोन्त्यसित्येन इत्यनेन अन्त्यस्य अलः स्थाने केषाञ्चित् मतेन अशिति इति अनुवृत्तिः न भवेत् यतोहि कोऽपि शित् प्रत्ययः नास्ति यस्य द्वारा एतेषां धातूनाम् अन्तिम अलः वर्णस्य स्थाने एच् आदेशः स्यात्। केषाञ्चित् मतेन उपदेश इत्यस्य अनुवृत्तिः न भवेत्। मीनातिश्च विनोतिश्च दीञ्च तेषाम् इतरेतरद्वन्द्वौ मीनाति मिनोति दीङ्गः तेषां मीनाति मिनोति दीङ्गाम् मीनाति मिनोति दीङ्गां षष्ट्यन्तं यपि सप्तम्यन्तं च अव्ययपदं त्रिपदमिदं सूत्रम् आदेच उपदेशे अशिति इत्यस्य सम्पूर्णतया अनुवृत्तिः। अनुवृत्तिसहितसूत्रं मीनाति मिनोति दीङ्गाम् आत् ल्यपि च एच् एचः एच् एच् इत्युक्ते एचः उपदेशे अशिति इति अनुवृत्तिसहितसूत्रमस्ति। अति धातुत्रयम् उल्लिखितमस्ति मीनाति मिनोति दीङ्गां दीङ्गिति मीनात् यदि धातोः परः कोऽपि प्रत्ययः वा वर्णः वा अस्ति येन तस्य गुणः वा वृद्धिः वा भवति भवेत् तदा तत् न भवति तस्य पूर्वमेव अन्तिम अलस्य स्थाने आत्वं भवति आकारस्य आदेशः भवति इति। अपि च परन्तु अत्र अशिति इत्यनुवृत्तिः न भवेत् इति उक्तं कोऽपि शित्प्रत्ययः नास्ति इति अपि च उपदेश इत्यस्य अपि च अनुवृत्तिः न भवेत् न जानामि किमर्थम् अत्र भगिनी मीनाति इति क्रियादिगणे क्रियादौ विकरणपतिः न किम् भगिनी श्ना अस्ति खलु श्ना अश्नास्ति श्नाशित् अस्ति खलु न न शित् अस्ति चेत् शित् प्रभावेन गुणः न भवति किं तिङ्क्षित् प्रत्यय सार्वधातुक इति कृत्वा एतत् विकरणप्रत्ययः अस्ति परन्तु शित्वात् तस्य पूर्वसितस्य अन्तिमवर्णस्य गुणः न भवति किम् सार्वधातुक अर्धातु किञ्चित् सार्वधातुकम् अस्ति सार्वधातुक अर्धातुकयोः इत्यनेन गुणः भवेत् खलु अपि निश्चित् भवति खलु सार्वधातुक सार्वधातुकम् अपि इति सूत्रेण सार्वधातुकम् अपि निस्मत् भवति खलु तत्र निप्म् आरोपितं भवति इति कृत्वा अस्तु शीतस्य परन्तु पित् नास्ति इति अस्तु पित् नास्ति इति कृत्वा अस्तु तत्र सार्वधातुकम् अपि कित् तद्वा ङित्वत् इत्युक्ते गुणः अपि च वृद्धिः न जायमानः किं न जायते किम् श्ना इति क्रियादौ स्वादौ श्नु खलु दिवादौ च श्नु अपि च दिवादौ य श्यन् अस्ति अस्तु सर्वत्र शुद्ध अस्ति परन्तु पित् नास्ति इति कृत्वा ङित्वत् भवति अस्तु तेन कारणेन गुणः न जाये गुणः वा वृद्धिः वा न जायते तेन कारणेन उपदेशे एव तत्र आत्वं भवति एतेषां सर्वेषां धातूनाम् किन्तु अत्र तु किम् अस्ति अस्माकं विकरणप्रत्ययः नास्ति खलु अस्माकं इति आगच्छति खलु अस्ति इति कृत्वा आर्धदातुकप्रक्रियायां विकरणप्रत्ययः न भवन्ति खलु सत्यं सत्यं सत्यम् आर्धदातुकप्रत्ययः केवलं मी योगः अस्ति अत्र आर्धदातुकप्रक्रिया इति कृत्वा तत्र किं भवति अत्र तु गुणकार्यं भवेत् अधुना तु गुणकार्यप्रसक्तिः अस्ति यदा एज् निमित्तप्रत्ययः अस्ति इति कृत्वा मि इत्यस्य स्थाने न जायते. पुनः वदतु भगिनि, एज् निमित्तप्रत्यय इत्युक्ते तत्र अग्रे सूत्रं पठितवती वा भवान् विभाषा दीयते एतद् वा? न मिनाति मिनाति मीनां दीनां लभ्यते दीङ्गां लतीफ इति सूत्रं पठितवती वा? अग्रे दत्तमस्ति क्रियादौ मे हिंसायां स्वादौ डुवि प्रक्षेपणे द्यादौ दीक्षे इत्येतेषां धातूनाम् अन्त्यस्य अर्धस्थाने आकारादेशो भवति ल्यपि विषये एच् निमित्तश्चित् भिन्नप्रत्ययस्य च विषये. अस्तु, एच् निमित्तश्चित् भिन्नप्रत्ययस्य विषये इत्युक्ते शित् नास्ति प्रत्ययः अस्ति इति कृत्वा सार्धातुकार्थकार्थकयोः स्थलेन गुणकार्यं प्रेरयति खलु. एकार ओकार खलु, केवलम् एकार अपि च ओकार ऐ औ न भवति. तत्र एच् एच् इत्यनेन ए ऐ ओ अपि भवति गुणकार्यं ए ऐ ओ औ, परन्तु ऐ अपि च औ वृद्धिकार्यौ खलु. आं, किन्तु सार्धधातुकप्रक्रियायां तु सार्वधातक आर्धातिक इति सूत्रेण एकारः एव भवति खलु. एकारस्य गुणः एव भवति, एकार ओकार भवति, एकार अपि च ओकार खलु. किं भवति, एतत् सूत्रं नास्ति चेत् किं भवति, मे योगः स्यति इत्यस्मिन् मे योगः स्यति इति भवति, मे स्यति किन्तु तादृश मे इति प्रेरयति तत्र रूपपरिवर्तनार्थं प्रेरयति स्यति इति प्रत्ययः अस्ति इति कृत्वा अनेन सूत्रेण मा भवति मा भवति. आम् तर्हि केवलं वर्णमेव भवति मा. सार्वधातुकप्रक्रियायां चिन्तयामः, सार्धधातुकप्रक्रियायाम् आकारः जायते अनेन सूत्रस्य अस्य सूत्रस्य प्रसक्तिः अस्ति. किन्तु तत्र सार्वधातुकप्रक्रिया अस्ति कर्तृ तत्र किमस्ति लट्लकारे योगः श्ना योगः इ इति अस्ति खलु. अत्र तु शिप् अस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः नास्ति इति कृत्वा मीनाति इति एव अस्ति तत्र तु. अस्तु, पुनः पठनीयं भवति मया तेषां धातूनां रूपं द्रष्टव्यं. मीनाति केवलं शित् अस्ति इति कृत्वा तत्र सार्वधातुकप्रक्रियायां शित् इति विक्रमप्रत्ययः आगच्छति खलु, श्ना इति विक्रमप्रत्ययः शित्. आम् आम्, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति यतोहि सार्धधातुकस्य कृते एव एतत् खलु. सार्वधातुकप्रक्रियां सर्वदा मध्ये विकरणप्रक्रियः आगच्छति इति कृत्वा तत्र सर्वत्र न भवति सार्वधातुकप्रक्रिया, केवलम् आरुधातुकप्रक्रियामेव अस्य सूत्रस्य प्रसक्तिः प्राप्तिः च भवति. अस्तु, आदेश उपदेशति इत्यस्य सम्पूर्णस्य अनुवृत्तिः अस्ति. मीनाति मिनोति दीनाम् आत् लपि च ये च उपदेशे अशिति इति. अस्तु भगिनि, तत्र अन्य कोऽपि पठेत् किं? तथैव मीङ् धातुः अपि मास्यति इति दीङ् लास्यति विलास्यति इति उपसर्गपूर्वकरूपमस्ति. मास्यति लास्यति, हा दीङ् उपदास्यते उपसर्गः नास्ति चेत् केवलं दास्यते दास्यते इति भवति. मास्यति द्वावपि समानं, मामा इति मास्यति अपि च उपदास्यति इति दीङ् अस्ति इति कृत्वा नित् अस्ति इति कृत्वा तत्र चापने. अस्तु, आं भगिनि, धन्यवादः. सरला भगिनी पठितुम् इच्छति वा भगिनि, गृहं पठति वा? न भगिनि, अहं न पठितुं शक्नोमि क्षम्यता. भगिनि विभाषा लीयते लिङ् क्लेशने त्रिवादौ लिङ् क्लेशने त्रयादौ इत्यनयोः विकल्पेन आत्वादेशो भवति एषः विषये. नाम लि इत्यस्य यदा गुणो वा वृद्धिः वा जायमाना पूर्वं आं भगिनि न श्रूयते भगिनि अधुना वदतु सूर्यकुमारी भगिनि न अधुनापि न श्रूयते भगिनी भवत्याः ध्वनिः न श्रूयते अन्यः भवत्याः पक्षात् कश्चन क्लेशः अस्ति अस्तु अर्णा भगिनी पठति वा भगिनि लिङ् श्लेषणे दिवादौ लि श्लेषणे क्रयादौ विभाषा लीयते लिङ् श्लेषणे दिवादौ ली श्लेषणे क्रयादौ इतनयोः विकल्पेन आत्वादेश भवति एतः विषये नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारादेशः भवति ली ला भवति ली विलस्यति अत्वभावः नास्ति चेत् विलेष्यति भवति वयं लि धातुद्वयमस्ति लि श्लेषणे दिवादिगणे अपि अस्ति लि श्लेषणे अर्थं समानमेव क्रयादिगणे अस्ति दौ द्वतः लिङ् अण्ड् लि इत्यनयोः विकल्पेन आत्वादेशः भवति ये च विषये अत्र ये च कथं भवति चेत् वयं जानीमः लि गुण वा वृद्धि भवति चेत् ये वा ऐ जायमानः वा ततः तत् स्थाने एकस्थाने आकारः भवति लि ला भवति विलास्यति आत्वं नास्ति चेत् विलेष्यति भगवति अत्र वियोगः यदि अत्र आटधातुकप्रत्ययः अस्ति कारणेन गुणः भूत्वा विले भवति लि ले भवति विलेष्यति विलास्यति विलेष्यति लास्यति खलु आ भवति खलु आत्म अभावे भगिनि विभा ओ अस्तु अस्तु विलेष्यति आमामां विलेष्यति भवति अत्र आदेशपत्रयोः न शकार तत्र विभाषा लीयतेः इति अन्यस्मिन् करपत्रे महोदयेन पृथक् लिखितमस्ति किञ्चित् पठितुं शक्नुमः वा तत्र चाट् मध्ये स्थापितवती नो चेत् मम पटलं प्रदर्शयामि एकनिमिषे विभाषे लीयते लिङ् कुत्र कुत्र दृष्टवती अत्र अस्ति विभाषा लीयते पठति वा भगिनि अत्र अन्य भगिनी अस्ति तत्र विजया भगिनी अस्ति नमस्कार भगिनि नमस्कार भगिनि कुशलमस्ति वा आं भगिनि पठितुमिच्छति वा भगिनि पठामि कुत्र अत्र मम पटले अत्र विभाषा लीयते विभाषा लीयतेः इदानीमेव सा पठितवती ओ एतत् रिकर्ट् अस्ति वा अस्तु तत्र कुत्र भवति किं भगिनि कुत्र भवति एतत् कुत्र अस्ति अस्माकं करपत्रे महोदयेन स्थापितवान् अन्यत्र अस्ति भगिनि तत्र प्रेरणान्त्यनिश्चित्यस्मिन् विवृतमस्ति. समानसूत्रं तु समानमस्ति खलु, पठतु. परन्तु अस्तु, लिङ्ग् क्लेशने विवादौ लिङ्ग् क्लेशने क्रयादौ विकल्पेन आत्वादेशः भवति एचः विषये. अत्र एचः स्थाने नास्ति, एचः एचः विषये इति उक्तत्वात् नाम लि इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत् स्थाने ईकारस्थाने आकारादेशः भवति. लीयतेः इति यक् प्रत्यय उक्तं रूपं न तु ह्यन् प्रत्ययुक्तं. ह्यन् इति दिवादिगणे भवति. इदानीमत्र इत्यस्मात् क्रयादिगणीयः अपि च दिवादिगणीयः द्वयोः अपि धातोः ग्रहणं. पूर्वतने सूत्रे मीनाति मिनोति दीङ्गां ल्यपि च इति सूत्रे एचः इत्यस्य एचः विषये इत्यर्थः अस्ति इत्यस्मात् अस्मिन् सूत्रे अपि तथा. विभाषा प्रथमान्तं लीयतेः तस्यान्तं द्विपदमिदं सूत्रम् आदेशे उपदेशे अचिति इत्यस्मात् आत् एचः उपदेशे इत्येतेषाम् अनुवृत्तिः. मीनाति मिनोति लिङ्गां ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् उपदेशे विभाषा लीयतेः आत् एचः ल्यपि. एतत् किमपि अत्र नास्ति इति कुत्र अस्ति महोदय? अत्र लीयतेः इति यक् प्रत्यक्तं रूपम् इति कृत्वा उभयोः दिवादिगणे धातोः अनन्तरं क्रयादिगणे धातोः. एतत् करपत्रं कुत्र अस्ति इति प्रश्नः, मम प्रश्नः. अत्र तत्र चाट् मध्ये स्थापयिष्यामि भगिनि. किमर्थं चेत् मया स्क्रोल् करणीयम् इतस्ततः अटन्ति एव मम. न पटलात् प्रश्यतु. तर्हि तत्र किमपि नास्ति, केवलं तत्र यथा पूर्वतनसूत्रसूत्रे मिनाति मिनोति इत्यस्मिन् आसीत् तत्र एचः विषये इति उक्तम् आसीत् तथा एव अत्रापि एच् निमित्ते विषये तदा तु निमित्ते सति तत्र वयं तत्र लीश्लेषणे क्रयदिवादिगणस्य अनन्तरं लीश्लेषणे क्रियादिगणस्य उपयोगः धातोः तत्र आकारादेशः भवति इति. धन्यवादः भगिनि. पठति वा भगिनि? अग्रिमपङ्क्तिमपि विमला भगिनी माम् आहूतवती किम् जानामि किमस्ति ध्वनि तु विषये म्यूट् कर्तव्यं यदि अधुना सम्यक् अस्ति भगिनि. सम्यक् भगिनी अहमपि अस्तु अत्र जानामि. लीयतेः अस्तु लीयतेः इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन ष्टिप् धातुनिर्देशे ली ष्टिप् कृत् प्रत्ययः ली ति ष्टिप् सार्वधातुकप्रत्ययः अतः सार्वधातुके यक् इत्यनेन कर्मणि यक् ली योगः यक् योगः ति लीयति इति प्रातिपदिकं षष्ट्यन्तं सुबन्तरूपं भवति लीयतेः. ध्येयं यत् ष्टिप् प्रत्ययः अतः लीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम् अपि तु कृदन्तं प्रातिपदिकम्. अत्र च प्रश्नः उदेति यत् किमर्थं न इक् प्रत्ययः द्वारा लेहे इति न स्यात्. लीयतेः इत्यस्य अपेक्षया लेहे इति रूपं लघु अभविष्यत्. उत्तरमस्ति यत् यङ्लुकि अनयोः धातोः एकेन विषये आत्मादेशो न भवति. तदेव खलु किमर्थम् एकप्रत्ययस्य ग्रहणं कृतम् इति केवलं तत्र उभयोः केवलं लि इति स्वीकृत्य लेह इति इत्प्रत्ययेन निर्देष्टुं शक्नुया किमर्थं तथा न कृतं किमर्थं श्रुत्य केवल निर्देशः कृतः इत्युक्ते तत्र यङ्लुकि तत्र कार्यम् अस्ति इति केवलम् अत्र सूत्र महोदयेन न योजितमस्ति सूत्रम् इति कृत्वा एकवारम् अस्तु मया पठनीयं भगिनि सम्यक् न अवगतं पुनः पठित्वा चिन्तयामि अत्र इष्टिप् दातुं निर्देशः भवति खलु तर्हि इत्यस्मिन् इष्टनिर्देशः किमर्थं न कृतम् इत्युक्ते इदं कार्यं मा भवतु आत्मादेशः मा भवतु इति कृत्वा अस्तु खलु तर्हि इष्टिप् इति आम् इति कृत्वा ष्टिप् निर्देशः कृतः तदा ष्टिप् निर्दिष्टे तदा तु तत्र तत्र अत्र तु किम् अस्ति यत् प्रत्ययस्य सारुदातु इत्यनेन यत् प्रत्ययमध्ये विदितमस्ति लीयते इति तत्र प्रातिपदिकं स्वीकृत्य तस्य षष्टिविभक्तिः लीयते इति प्राप्नोति तत्र सुगन्धरूपं लीयते तत्र ष्टिप् इति प्रत्ययः तु इतः ष्टिप् वा भवतु वयं प्रातिपदिकं प्राप्नुमः खलु तर्हि लीयते मया बहु किमपि विस्तृतं भगिनि पुनः पठनीयं तत्र अग्रे भवत्याः किमपि प्रश्नः अस्ति चेत् वर्गे पृच्छतु नेक्स्ट् वर्गे गभीरचिन्तनम् अवश्यं मया करणीयम् अस्मिन् विषये किमपि तत्र किम् अस्ति अस्तु पृच्छामि अग्रे सर्वं पृच्छामि भगिनि आगन्तुं शक्यते इति भाति वर्गे पठितवन्तः खलु किं तावदेव वर्गे कृतवन्तः इति भाति अहं न गतवती वर्गं न वर्गे नास्ति का अस्ति अरुणा भगिनी अस्ति खलु अरुणा भगिनी कुत्र पर्यन्तं पठितवन्तः किं भगिनि भगिनी तावत् पर्यन्तं पठितवन्तः अस्तु पठितवान् लिङ्क् श्लेषणे तत्र पर्यन्तं वा अस्तु लिङ्क् श्लेषणे विभाषा लीयते लिङ्क् श्लेषणे द्विवादौ लि श्लेषणे क्रयादौ इत्यनयोः विकल्पेन आत्वादेशः भवति एषः विषये नाम लि इत्यस्य यदा गुणः वा वृद्धिः वा जायमानः यस्मात् एकारो वा ऐकारो वा जायमानः ततः पूर्वमेव तत्स्थाने आकारदेशो भवति लि योगः ला भवति विलास्यति भवति आत्मभावे विलेष्यति इति भवति प्रथमं सूत्रं वदति लिङ् दातोः विकल्पेन आत्मादेशः भवति एच् विषये एच् विषये इति अर्थमस्ति लि गुण वृद्धिः भवति जायमानः आत्मसमे एकारः ऐकारः वा जायमानः तत् एकारस्थाने आकारादेशः भवति विकल्पेन पदम् एकरूपमस्ति लि योगः लि ला भवति लास्यति इति रूपं ला लि योगः सति प्रथमगुणः भवति आददातिकयोगेन ले भवति ले सति आदेशप्रत्ययोगेन सकारस्थाने वृद्धिं सकारः आगच्छति विलेष्यति इति रूपं सिद्धं भवति धन्यवादः धन्यवादः धन्यवादः शुभरात्रि शुभरात्रि